आगतानि तत्र च उपर उपल इत्येतौ शब्दौ व्याख्यातौ तयोः उदाहरणम् अग्रिमायां विचिदीयते अग्रे चेदत्र मध्यस्थानानामेव पदार्थानां व्याख्यानं चलति अधुना अस्तु ह्यस्तनी अस्ति किञ्चित् विचारणीयं किमस्ति उषो नामानि षोडश किमासीत् तत्र उषा प्रथमः अथवा सूर्यः प्रथमः इति उच्यते सूर्यः कः उच्यते धने भग्नो भवति किञ्चित् न्यूनं स्यात् अत्र स्यापि एकं न्यूनता स्यात् किमस्ति यदा प्रकाशः आगच्छति तदा सूर्योदयः इति उच्यते लोकदृष्ट्या लोकदृष्ट्या स सूर्योदयः इति उच्यते परम् एकः ये तत्र दिव्यवृत्तिसम्पन्नाः भवन्ति तेषां कृतेऽपि सूर्योदयः भवति तेषां कृते सूर्योदयः उषसः प्राग् भवति ये दिव्यवृत्तिसम्पन्नाः जनाः भवन्ति साधकाः तेषां कृते उषः कालादपि प्रागेव सूर्योदयः भवति अस्माकं कस्यचिदपि मिथ्याजनं नास्ति उभयत्रापि तथ्यं वर्तते तात्विकं वर्तते यतोहि उषसः स्थितिः कस्मात् भवति उषः कालः कः कालः उच्यते अपरः कालः चेत् तत्र प्रकाशो वर्तते वा न वा वर्तते कस्यासौ प्रकाशः कुत आयातः चेत् तस्मात् प्राग् भाविना सूर्येण भवितव्यमत्र सूर्योदयः प्रथमः पश्चाच्च उषा वर्तते परं तथा तत्र सूर्योदयः न वर्तते येन लौकिकः व्यवहारः सम्पद्येत लौकिकव्यवहारे तु यदा सूर्यः क्षितिजात् उपरि आगच्छति यदा आतपः आगच्छति मन्ये तदा सूर्योदयः इति उच्यते साक्षात् परं तस्मादपि प्राग् जायते एव अतः सूर्यः उषसः पुत्रत्वेनापि अभिधीयते उषसः भ्रातृत्वेनापि अभिधीयते उषसः पितृत्वेन अपि अभिधीयते। सूर्य उषसः पिता अपि वर्तते, यतो हि पितुः सकाशात् उषसः उत्पत्तिर्भवति। यदा सूर्यः प्रथमं मन्यते पश्चाच्च उषा, तदा सूर्यस्य पुत्री उषा भवति। यदा च उभयोरपि सह स्थितिः स्वीक्रियते, यथा गते मन्त्रे स्वीकृता आसीत्, तथा तत्र भ्रातृसस्त्रीभावः उभयोरपि वर्तते। यदा च उषसः पश्चात् सूर्योदयः, तदा उषसः पुत्रः सूर्यः इति उच्यते। ऋषद्वत्सा सूर्यवत्सा इति तत्र उक्तमस्ति। एकविंशतिशतकं पृष्ठे भगवत्पृष्ठे योऽपि उषा पूर्वमे प्रकटवति, उत्तरस्य पश्चात् सूर्यपि पूर्वमे प्रकटवतः, अतः सूर्य उषा का वस्तु कहा गया है। उषा जिनकी पुत्री है, उषा अपना उच्च द्यौ में भी स्वतंत्र रश्मियां है। उन रश्मियों का उषा की रश्मि से संबंध जानना चाहिए। स्वतंत्र रश्मियों की नहीं, रश्मीनाम आधारः कः वर्तते, उत्सः कः वर्तते? रश्मीनाम आधारः उदयः इति अस्माकं दृष्ट्या उदयः, व्यावहारिकदृष्ट्या उदयः, क्षितिजात् उपरि न आगतः इति अनुदयः इति उच्येत। सूर्यस्तु सर्वथापि उदेत्येव, केवलम् अस्माकं दृष्ट्या तस्य उदयो नास्ति, अर्थात् अस्माकं समक्षं तस्य स्थितिर्न वर्तते, अस्माकं पुरस्तात् तस्य स्थितिर्न वर्तते साक्षात् परम् एव। मन्ये वयम् इतः पश्यामः, पृथिव्यां स्थित्वा पश्यामः चेत्, यथा कश्चित् विद्युद्दीपो भवति अथवा कश्चित् दीपः भवति, तस्य प्रकाशस्तु सर्वत्रापि विकिरणो भवति, सर्वत्रापि दिक्षु तस्य प्रकाशः विकिरणो भवति, परम् अस्माभिः केवलं यत्र वयं स्थिताः स्मः तत एव पश्यामः। परं सूर्यात् उत्वा यः कश्चिदपि प्रकाशपिण्डो वर्तते अस्माकं दृष्टौ तत्र, तस्मात् परेपि रश्मयः सन्ति एव, यथा अस्मिन् पक्षे रश्मयः सन्ति तथैव अपरस्मिन् पक्षेऽपि तु रश्मयः सन्ति एव, तत्रापि द्योतनात्मिका स्थितिर्वर्तते एव। तेषां प्रकाशः उषसि आगच्छति, उषसि आगच्छति स्वतंत्रा रश्मयः। कथमस्मिन् पृष्ठे दीयते? एकविंशति चतुर्थी सूर्य को इसका उषा का वत्स कहा। अतः सूर्य उषा का वत्स कहा है, उषा देव की पुत्री है। द्यौ में भी स्वतंत्र रश्मियां हैं, उन रश्मियों का उषा की रश्मियों से संबंध जानना चाहिए। इन्हीं सूर्य रश्मियों को सूर्य वत्स होता है। इसका पूरा रहस्य समझना चाहिए, क्योंकि उषा पूर्व में प्रकट होती है और उसके पश्चात सूर्य भी पूर्व में प्रकट होता है, अतः सूर्य का वत्स कहा गया है। उषा देव की पुत्री है। जव में भी स्वतंत्र रश्मियां हैं, उन रश्मियों का उषा की रश्मियों से संबंध है। उषा पणियों को सुला देती है। पण्यः ससन्तु, ये पणि गऊ अर्थात किरणों को रोकते हैं। इस मंत्र के पदपाठ में अत्र एतैः उच्यते, परम तत्र पूर्वत्र एकत्र आगतम आसीत् न सूर्यस्य पुत्रित्वेन अपि अस्य प्रतिपादनम् आसीत्। उषसा यदा पुत्रित्वेन प्रतिपादनम् अस्ति चेत् तु तथा प्रतीयते। अवस्था भेदेन भविष्यति, तत्र किमस्ति, सूर्यस्य स्थितिः पूर्वत्रापि वर्तते, परत्र च सूर्यस्य सूर्यत्वं किमस्ति, प्रेरकत्वं प्रेरणे इति प्रेरकत्वं चेत् तदा तान् प्रेरयति, अत्र च पश्चात् सांसारिकान् प्रेरयति इति भविष्यति। इति सम्बन्धः मन्ये अत्र एवम् उच्यते इति, यतोहि ऋषद्वत्सा शब्देन इति जायते यत् सूर्यः तस्य वत्सो वर्तते अर्थात् पश्चाद्वर्ति वर्तते। यदि सूर्यः उषसः पश्चाद्वर्ति वर्तते चेत् सूर्यस्य रश्मयः तत्र उषसि न भवेयुः। यदि उषसि सूर्यस्य रश्मयः न सन्ति चेत् तत्र कस्य रश्मयः स्युः उषसि? चेदुच्यते द्युलोके हि स्वतन्त्रा रश्मयः सन्ति, तेषामत्र उषसा सह सम्बन्धो वर्तते इति एतैरुच्यते। परं पूर्वत्र यदागतमासीत् सूर्यपुत्रित्वेन अस्य प्रतिपादनमासीत् चेत् तत्र तथा जायते। एकत्र आगतमासीत् न नहीं, अत्र वयम् अस्माकं सौरमण्डले तिष्ठामः, एवं द्रष्टव्यं न, अत्र वयम् अस्माकं सौरमण्डले तिष्ठामः चेत् तत्र सर्वेपि ये ग्रहाः सन्ति ते सूर्येण प्रकाशिताः सन्ति। सूर्यः केन्द्रे वर्तते। तस्य कस्य यथा रात्रौ पश्यामः सौरमण्डलात् बहिस्तिष्ठन्ति, उषसः अन्यापि स्थितिः अत्रैव वक्ष्यते। उषसः यत् पृथिव्यां तदा अंधकारो भवति द्युलोके च प्रकाशो भवति इति अग्रे अश्विनो प्रसंगे वक्ष्यति। अश्विनो काल नीचे ही प्रकाश है नास्ति, पृथिव्यां प्रकाश नास्ति, द्युलोके प्रकाश अस्ति। भ्रमण करोति ना जम्बम भ्रमणम करोति पृथ्वी। पृथ्वी ये किमस्ति पूर्वी दिशे ये समीपम् आगच्छति ये सूर्य तस्मिन् काले एव तत्र ये प्रकाशः सूर्यस्य प्रकाशः तत्र आगच्छति उषाकाले सूर्यस्य प्रकाशः वर्तते हाँ हाँ सूर्यस्य भी तो अन्येषां नक्षत्राणां तु तत्र प्रकाशः अस्माकं दृष्ट्या सूर्येण अभिभूतो भवति यदि ऊपर दूलोके तस्य तस्मात् किमस्ति बहु वृत्ताकार मन्य भवेत् तस्मात् स्थूलः भवेत् तस्मात् अतीव प्रकाशवान् भवेत् परम तस्मात् तस्य अपेक्षया अस्माकं पार्श्वे सूर्यः वर्तते चेत् अस्माकं कृते सूर्यस्य प्रभावेण तस्य सूर्यस्य प्रकाशेन तस्य दूरादवस्थितस्य कस्यचित् अपि नक्षत्रादिकस्य प्रकाशः अनेन अभिभूतः क्रियते कस्य एषा दिवो दुहिता प्रत्यदर्शी दिच्छन्ति युवतिः शुक्रवास विश्वस्य ईशाना पार्थिवस्य वसुः उषो अद्य इह सुहृदि दुच्छ एषा दिवो दुहिता दिवो इति दुर्गमातस्य दुहिता वर्तते दिवत उत्पद्यते परम आदित्य अन्यच्छे द्यौ शब्दस्तु समानार्थकौ एव भण्यते न अत्र द्यौरपि आदित्यस्य कृते आगच्छति इति उक्तमासीत् न अत्रैव द्युलोकः द्युलोकः कः भवति द्युलोकः सूर्यात् उपरि स्वीक्रियते सूर्यात् उपरि इति किम् उच्येत अस्माकं सौरमण्डलात् उपरि वा तत्र स्वश्रु अपि उक्तमस्ति समानो अथवा स्वश्रोः अनन्तः स्वश्रोः अर्थात् रात्रिशसोः समानो अर्धः वर्तते अनन्तः वर्तते तस्य अन्तो नास्ति तम् अन्यान्या चरतो देवशिष्ट देवशिष्ट इति उक्तमस्ति अर्थात् देव इति आदित्यः तेन शिष्टः तेन त्यक्तः तस्य शासने पश्चादिस्थानं ददाति एकत्र तथा सूर्यस्य पुत्री इति आगतम् आसीत् आगतम् अधिकेशन् कुत्र नहीं, अदितेः पुत्रः आदित्यः तथा तु अस्ति, परं सूर्यस्य पुत्री इत्यपि उक्तम् आसीत् क्वचित्। अन्य ऋग्वेदे आगतः आसीत्, ऋग्वेदे अधीतम् आसीत् सम्भवतः। सूर्यस्य पुत्रित्वेनापि अस्य विधानम् अस्ति। सूर्यवत्स इत्यत्र तु बहुव्रीर्वर्तते, सूर्यः वत्सो यस्याः, ऋषद्वत्स इत्यस्य तु अर्थः दत्तः तत्र। सूर्यस्य पुत्रित्वेनापि प्रतिपादनम् अत्र अस्य वर्तते। को वर्तते एकोननवतितमे सूक्तं किमस्ति? प्रथममण्डलस्य षोडश अध्यायस्य सूक्तसङ्ख्या वर्तते एकसप्तेन। उषसः सूक्तं तु तस्मात् प्रागपि वर्तते, नवतितमे अथवा कुचित् आगतमस्ति। पुनस्तौ पुनस्तौ पुनः सः द्विनवतितमः, द्विनवतितमं यत् सूक्तमस्ति तदपि उषसः वर्तते। एतावत्यौषसः केतुमकृतः पूर्वे अर्धैरसो भानुमञ्जते, अत्रैव क्वचित् आसीत् मन्ये। सूर्यस्य पुत्रित्वेन तत्र आसीत्। कस्मिन् मन्त्रे आसीत्? दिवो दुहिता, दिवो दुहित अत्र स्वामिना सूर्यस्य दुहिता इत्येव उच्यते अत्र। दिव इति सूर्यस्य दुहिता, दूरे हिता पुत्री, पुत्री इति वा। तदेव तु वर्तते निगुणवाचकः शब्दः स्यात् न। भानुशब्दः यदा तस्य दीप्ता स्थितिर्भवति, भानुं कान्तं प्रकाशवन्तम्, पेषरूपं भवति, कान्तं रूपम्। दिवो दुहिता, दिवो दुहिता इति अनेकत्र आगच्छति ऋग्वेदे। दिवशब्दस्य अर्थः स्वामिना दैनन्दिन तु सूर्यस्य इति गृह्यते, अत्र च दिव इति द्युलोकः, चेत् द्युलोकस्य सम्बन्धः सूर्येण वर्तते न वा वर्तते? कः सम्बन्धः? द्युलोक द्युलोके सूर्यः भवति अथवा सूर्येण द्युलोको भवति? द्युलोकः आधारो वर्तते सूर्यस्य, यथा अस्माकम् आधारः कक्षो वर्तते, द्युलोकः कः वर्तते? सः द्युलोकः सः कः वर्तते सूर्यात् भिन्नः? द्युलोकात् भिन्नः नै, सूर्यात् भिन्नः द्युलोकः पृथ्वीलोकः? सूर्यात् अन्येपि पिण्डाः तत्र द्योतन्ते चेत् सर्वेषामपि आधारः द्युलोकः। अनेन तु उच्यते द्युलोके द्युलोके रश्मयः सन्ति। द्युलोके कस्य रश्मयः सन्ति इति तु साक्षात् न उक्तम् अनेन। स्वतन्त्रा रश्मयः सन्ति, स्वतन्त्रा इति द्युलोकः कस्यचित् पिण्डस्य नाम वर्तते अथवा यत्र सर्वेपि द्योतन्ते तस्यैव नाम द्युलोक इति वर्तते। अद्य यावत्तु एतदेव ज्ञातमासीत् यत् सैव द्युलोकः उच्यते यत्र सर्वेपि द्योतन्ते। अस्माकं दृष्ट्या न तत्र प्रत्येकमपि स्वस्य अपि रश्मयः सन्ति, अन्यच्च यः अपि तस्माद् अधिकः प्रकाशवान् वर्तते तस्यापि रश्मयः सन्ति। नै यथा प्रत्येकं ग्रहस्य स्वतन्त्रा इति प्रत्येकं ग्रहस्यापि सन्ति, परं यथा अस्माकं सौरमण्डले सूर्य इति एको ग्रहः सर्वेभ्योऽपि अतीव प्रभावयुक्तः ग्रहो वर्तते, तेन सर्वेपि प्रभाविता भवन्ति, प्रकाशिता चापि भवन्ति। परम् एवं नास्ति यत् तेषां स्वकीया सत्ता नास्ति प्रकाशवत्वेन, स्वल्पप्रकाशा वा अथवा न्यूनप्रकाशा वा ते भवन्ति इति ज्ञायते। तथा तु न वक्तुं शक्यते, यतो इतोपि अन्यः कस्य अन्येन शब्देन उच्येत, इतो अर्चींषि गच्छन्ति तथा रश्मयः आगच्छन्ति। मन्ये तादृशी स्थितिस्तु नास्ति यथा तत्र अस्माकं चक्षुषो सन्निकटं यदि अत्यन्तसन्निकटं यदि किञ्चित् वस्तु आगच्छति चेत् तन्न दृश्यते, दूरे स्थितं च दृश्यते। अतिसन्निकर्षात् अयमपि हेतुः वर्तते न, कस्यचित् वस्तुनः अनुपलब्धौ अतिसन्निकर्षोऽपि एकः हेतुर्वर्तते। अन्येन यदा सम्बन्धः भवति तदा तत्र द्योतनात्मिका स्थितिर्भवति तस्य इति तु नास्ति। अस्माकं ग्रहेण सह रात्रौ इति उच्यते, रात्रौ प्रकाशो न भवति, यतोहि सूर्यात् विपरीतादिक् वर्तते, तत् प्रकाशो न भवति। यदि अस्य स्वकीयः प्रकाशः भवेत् अस्य गृहस्य चेत् तत्र द्युलोकस्य तु वर्तते, नक्षत्रादिकाणां वर्तते, स्वतन्त्ररश्मयः इति स्वतन्त्ररश्मय इति स्युः। मन्ये अत्र द्युलोकः स उच्यते यत्र अस्माकं दृष्ट्या सूर्यस्य साक्षात् सम्बन्धो नास्ति सूर्यस्य प्रकाशत्वेन, यतोहि सूर्यस्य प्रकाशस्तु सर्वासु अपि दिक्षु प्रसृतः अस्ति। यदा स साक्षात् अस्माकं पुरस्तात् आगच्छति चेत् सूर्योदयः जातः इति उच्यते, परं प्रकाशस्तु तस्मात् पूर्वमेव आगच्छेत् अस्माकं पार्श्वे, यतोहि उपरिष्टादपि तु गच्छत्येव असौ। चेत् सूर्यस्यैव तु प्रकाशः वर्तते चेत् मन्ये स एव लोक स एव द्युलोकः इति उच्येत, स यतोहि सूर्यस्तु न दृश्यते प्रकाशश्च दृश्यते, सूर्यः न दृश्यते अथ च प्रकाशः दृश्यते चेत् स एव द्युलोकशब्देन उच्येत। अत्र यतोहि सूर्यं विनापि प्रकाशः दृश्यते, सूर्य न दृश्यते अथ च प्रकाशः दृश्यते, द्युलोकः कः स्यात् स एव न ज्ञायते न, सा एव समस्या आगता रात्रौ उपागतानि, यदा पूर्णिमा न भवति अमावस्या भवति अत्र प्रकाशः कथं न भवति, प्रातःकाले एव प्रकाशः कथं भवति, सप्रकाशस्तु न भवति न, सः प्रकाश यः उषसः काले प्रकाशः अस्ति सः रात्रौ न तिष्ठति। तदेव तु उच्यते न सूर्यस्य प्रकाशः, उपरि सन्ति प्रकाशपिण्डा सन्ति, यदि तेषामेव प्रकाशः तत्र स्यात् उषसः काले चेत् रात्रौ का गतः सः, यतोहि रात्र उषसः काले तु विशिष्टः प्रकाशः दृश्यते कश्चित्, एषा च घटना तत्र घटते यत् सूर्योऽपि पृष्ठतः आगच्छत्येव, यत् एतेन ज्ञायते सूर्यस्यैव असौ प्रकाशः, अथवा दिवशब्दः अत्र सूर्यस्य कृते एव वर्तते यथा स्वामिना दयानन्देन अपि उच्यते सूर्यस्य द्विशब्दः सूर्यस्य कृते व्याख्यातः स्वामिना दयानन्देन, उषायाः उषसः रश्मय इति यदा उच्यते चेत् उषसः रश्मय अर्थात् उषः काले ये रश्मयः दृश्यन्ते, यतोहि उषः इति किञ्चित् स्वतन्त्रं वस्तु तु नास्ति, उषः एकः कालविशेषः वर्तते यः यदा सूर्यः साक्षात् प्रत्यक्षं दृश्यते ततः प्राक् कालः उषः काल इति उच्येत। अर्थात् उषः काले ये रश्मयः दृश्यन्ते तेषां सम्बन्धः द्युलोकरश्मिभिः सह वर्तते इति अत्र उच्यते। उषः काले ये रश्मयः दृश्यन्ते एवं तु तदा उच्येत यथा पृथ्वी एकः पृथक्तः ग्रहो वर्तते तथैव अपि वा उषो नाम्नापि किञ्चित् वस्तु वर्तते वा? उषो नाम्ना किञ्चित् वस्तु पृथक्तः वर्तते वा? उत वा कालविशेष एव उषा उच्यते? कालविशेषः उच्यते अलम्। अस्तु, कालस्य च व्यवहारः केन भवति? तत्र कालस्य व्यवहारे कः हेतुर्भवति? सूर्यः मुख्यतः, सूर्य एव तत्र केन्द्रे वर्तते कालस्य व्यवहारे। चेत् मन्ये असावपि सूर्यस्य कालविशेषः यः किल उषः कालः इति उच्यते, सः अपि सूर्यस्य गमनक्रियाखण्डः इति उच्येत, गतिक्रियाखण्डः। यदा सूर्ये गत्यारोपः क्रियते अस्माभिः, सूर्ये यदा गत्यारोपः क्रियते, गतिस्तु तत्र पृथिव्यां वर्तते वस्तुतः, परं यदा सूर्ये गत्यारोपः क्रियते चेत् उषः काल इति सूर्यस्य गतेः गतिक्रियायाः एकः खण्डः, एकः भागः, एकः अंशः वर्तते उषः कालः। ततो भिन्नं तु वस्तु न वर्तते न किञ्चित्। अस्तु, यथा मध्याह्नः, यथा प्रातः, यथा सायं, यथा रात्रि, तथैव उषः इति एकः सूर्यगतेः सूर्यगतिक्रियायाः एकः खण्डः, एकः अंशः, एकः भागः वर्तते सः अपि। अस्तु, अधुना उच्यते यथा उच्येत मन्ये प्रातः काले ये रश्मयः भवन्ति तेषां सम्बन्धः सूर्येण सह भवति उत्वा सूर्यरश्मिभिः सह भवति चेत् एतस्य वाक्यस्य कः अर्थो जायते? प्रातः काले ये रश्मयः भवन्ति तेषां सम्बन्धः सूर्यस्य रश्मिभिः सह भवति चेत् केवलम् आरोपात्मकः व्यवहारः अत्र भवेत् मन्ये, यतोहि उषसः काचित् स्वतन्त्रा स्थितिर्न वर्तते, एकः क्रियाखण्डो वर्तते। चेत् उषः काले ये रश्मयः दीप्ताः दृश्यन्ते तत्र आकाशे ते सूर्यस्य वर्तन्ते उत्वा द्युलोकस्य वर्तन्ते। द्युलोकः इति उच्येत मन्ये यथा अत्र उच्यते द्युलोकः सूर्याद् उपरि तिष्ठति, यतोहि सूर्यः अस्माकं पार्श्वे अधुना नास्ति, सूर्यस्तु अधस्ताद् वर्तते। यदा वयम् अस्माकमपि भ्रमणदृष्ट्या पश्यामः, अस्माकमिति पृथिव्या भ्रमणदृष्ट्या पश्यामः चेत् पृथ्वी अर्थात् यत्र पृथिव्यां वयं वर्तमानकाले स्मः तत् स्थानं सूर्यस्य पुरस्तात् अधुना न आयातः, पश्चात् आगमिष्यति, यतोहि पृथिव्याः भ्रमणं पश्चिमायाः दिशः पूर्वस्यां दिशि भवति, पश्चिमायाः दिशः पूर्वस्यां दिशि भवति चेत् यदा अस्माकं स्थिति साक्षात् सूर्यस्य पुरस्तात् भवति तदा उच्यते सूर्योदयः जातः इति। सूर्यस्तु अधुना अधस्ताद् वर्तते चेत् केवलं तत्र प्रकाशः आगच्छति, न तु सूर्यः आगतः, स एव द्युलोकः उच्येत चेत् तेन सह सम्बन्धः अस्य कालस्य वर्तते। एवमुच्येत एवमुच्येत अर्थात् तस्य साक्षात् रश्मयः न सन्ति, यथा अत्र वक्तुः सकाशात् यः शब्दः गच्छति स एव श्रोतुः कर्णे न गच्छति उत्वा स एव गच्छति, तेन उत्पादितः अपरः शब्दः श्रोतुः कर्णे गच्छति, तथैव अत्रापि उच्येत, तथैव यथा अग्निः ज्वाल्यते अस्माभिरत्र चेत् सा एव ज्वाला न दृश्यते, सा तु नष्टा, नवीना चेत् तत्र उत्पद्यते, तथैव तत्रापि उच्येत मन्ये सा एव रश्मिर्न आगतः अपरा रश्मिरागतः इति तु पृथक् वार्ता जाता अधुना, तथा भवेत् चेत् एवमेव अत्र प्रतीयते। क्रियाखण्डः वर्तते, काल इति क्रियाखण्डः, क्रियया एव कालस्य व्यवहारो भवति सर्वथापि आरोपः कस्यचित् जन्म पूर्वं भवति अथवा मृत्युः पूर्वं भवति पूर्वं जन्म उच्यते पश्चात् च मृत्युः उच्यते एवमुच्येत एषा व्यावहारिकी स्थितिः तात्विकी स्थितिस्तु न उच्येत यतोहि तत्र प्रवाहनित्यता वर्तते तात्विक्यां स्थितौ तु प्रवाहनित्यता वर्तते जन्ममरणयोः परं व्यावहारिकी स्थितिः एषा एव वर्तते पूर्वं जन्म भवति पश्चाच्च मृत्युर्भवति चेत् तथैव अत्रापि भवेत् चेत् मोक्षोऽपि तु तत्रैव प्रवाहे आगतः मोक्षेण सह अन्तस्तु नास्ति न यथा प्रलयः यथा मृत्युः तथैव मोक्षः तथैव जन्म प्रवाहे एव तु अन्तर्भूतः आरम्भस्तु न उच्येत न तत्र केवलम् एकम् अवधिं स्थिरीकृत्य मोक्षादनन्तरं जन्म चेत् मोक्षः तत्र अवधित्वेन स्वीकृतः फलं तथैव अत्रापि भविष्यति यतो हि अस्माकं व्यवहारः कुत आरब्धः चेत् यतः आरब्धः स एव आरम्भिकक्षणः तस्याः क्रियाया वर्तते एवमुच्येत कुत्र भगवद्दत्ते सुफेद इति सफेद यतोहि एषः पण्डित भगवदत्तः पञ्जाबतः आसीत् लाहोरतः मुख्यतः आसीत् चेत् तत्रत्या प्रभावः वर्तते अत्र तत्तु पाणिनीयतन्त्रेऽपि वर्तते एव क्वचिद् व्यवस्था दत्ता रात्रे षडसौ इति कुत्रत्यः शब्दः चिन्त्यते चेत् अत्र ढलोपे इति को अवकाशः ढलोपे इत्यस्य त्रयो चेत् तु विंशतिशब्दे विचार्येत न तु रात्रिशब्दे रात्रिशब्दे कथं विचार्येत विंशतिशब्दे विचार्येत तदा तु रात्रिशब्दः उभयात्मकः भवितुम् अर्हति तत्र एका तु व्यवस्था दत्ता वर्तते रात्रेश्चाजसौ अपरा च व्यवस्था वर्तते तत्र बह्वादिभ्यश्च इत्यत्र गणसूत्रं दीयते कृदिकारादक्तिनः सर्वतोक्तिनार्थादित्येके चेत् ये केऽपि शब्दाः इकारान्ताः कृदन्ताः सन्ति अथ च न क्तिन्नन्ताः सन्ति क्तिन्प्रत्यान्ता न भवेयुः तेभ्यः वा ङीष् भवति चेत् सर्वेऽपि कृदन्ताः ये इकारान्ताः सन्ति ह्रस्वान्ताः तेभ्यः यदा ङीष् भवति चेत् दीर्घान्तः नो चेत् ह्रस्वान्तः अस्ति एव सर्वेषामपि एषा स्थितिर्वर्तते रात्रिशब्दोऽपि तथैव वर्तते प्रकेतः कित् धातुरत्र ज्ञाने स्वीकृतो वर्तते परमत्र ज्ञाने प्रयुक्तः अनेकत्र ज्ञाने चिकित्वान् इत्यस्यापि चेतनावान् इत्यर्थः तत्र दत्तः ज्ञाने अदम् अर्थः स्वीकृतः केतुः केतुः अत्र कस्मिन् अर्थे वर्तते केतुः इत्यपि तु ज्ञाने एव वर्तते धूमकेतुः ज्ञानस्य साधनं भवति न तत् पताका केतयति ज्ञापयति यत्कित् धातुः ज्ञानार्थे स्वीकृतो वर्तते किमस्ति समानबन्धु अमृते किमस्ति प्रलयकालेपि तु प्रलयः रात्रित्वेन भवेत् उषा च यदा सृष्ट्युत्पत्तिकालः भवति तस्मात् प्राग् भविष्यति उषा भवेत् तेन किमस्ति विनाशस्तु न जातः सर्वथा तु विनाशः कस्यचिदपि न जायते अधुना तु वैशेषिकमपि पठ्यते सर्वथा विनाशः कस्यचिदपि न जायते केवलं रूपान्तरणं भवति अन्यच्च किं भवति रूपान्तरणमेव विनाशः इति उच्यते व्यावहारिक्यां दृष्टौ रूपान्तरणमेव विनाशः इति उच्यते अन्यच्च घटः विनष्टः चेत् किम् अस्ति कुत्र तत्र तथ्यात्मिका दृष्टिर्वर्तते अत्र व्यावहारिकी दृष्टिः वर्तते व्यवहारे यदा उच्यते विनाशो जातः चेत् किम् उच्यते विनाशो जातः दुग्धस्य विनाशः चेत् तत्र दध्यात्मना परिणामः नीचैः पतितः चेत् तत्रापि तु रूपान्तरणमेव तु जातम् दुग्धं न पीतं रात्रौ एवमेव स्थापितं चेत् तत्र अम्लता सम्पन्ना केषोऽपि दुग्धस्य विनाशः चेत् तत्रापि दधिनौ चेत् मन्ये चेत् तत्रापि तु रूपान्तरमेव तु वर्तते केन रूपेण भवति इति पृथक् वार्ता दधिरूपेणैव रूपान्तरता भवेद् वा तत्र तेन रूपेण वर्तते अन्यच्च उभयथापि नित्यता भवति एका व्यावहारिकी नित्यतापि तत्र महाभाष्यस्य अभ्यासः कर्तव्यः महाभाष्ये अध्यापयितव्यः तत्र चेत् तत्र सिद्धे शब्दार्थसम्बन्धे तत्र उक्तमस्ति नित्या द्यौः नित्यम् आकाशम् सिद्ध आकाशः सिद्धाः पर्वता इत्यपि तु उक्तं न तत्र नित्यशब्दः सिद्धशब्दः नित्यपर्यायत्वेन स्वीक्रियते अन्यच्च पर्वताः नित्याः चेत् पर्वताः नित्याः इत्यत्र नित्यशब्दस्य कः अर्थः अस्माकं ये प्रपितामह इत्यादयः आसन् तेषामपि काले आसीत् आसन् पिताकालेऽपि अस्माकं कालेऽपि अस्माकं पुत्रकालेऽपि प्रपौत्रकालेऽपि सर्वेषां काले सदैव तथैव तिष्ठन्ति चेत् व्यावहारिकी नित्यता उत वा अपरस्याः क्रियायाः या किल न्यूनकालिकी क्रिया वर्तते तस्याः दृष्टौ एतदुच्यते एतत्तु सर्वथा एवमेव तिष्ठति इति विनाशशब्दः रूपान्तरणे एव तु यद् रूपम् अस्माभिः स्वीकृतं वर्तते तद् अधुना न दृश्यते अन्येन प्रकारेण तत् सम्पन्नम् इति विनाशः अदर्शनमिति अनुपलब्धिः तस्य उपलब्धिर्न भवति तस्य अर्थात् तस्य तेन रूपेण उपलब्धिर्नास्ति एवमुच्येत उषायाः काले उषसः कालः कालस्य महत्त्वम् अतीव वर्णितो वर्तते. एकं तु तत्र एतदेव वर्तते यत् सूर्यरश्मयः साक्षात् न वर्तन्ते, परम्परया परोक्षरूपेण वा आगच्छन्ति. तैः स्पृष्टो वायुरपि तथा वर्तते, तत्र सौम्यता वर्तते सर्वस्मिन्नपि वातावरणे, तत्र सौम्यता वर्तते, सात्विकता वर्तते. तत्र आयुर्वेदेपि चर्के एवमेव उच्यते यत् कस्यचित् या प्रथमा स्थितिर्भवति सा किल सत्त्वावस्था भवति अथवा तत्र कफावस्था भवति, कफात्मिका अन्य च सत्त्वावस्था भवति, सा च स्थितिः अतीव सुष्ठुत्वेन स्वीक्रियते. तथैव एवमस्ति युगयोः विभागः, युगानां विभागः कृतः. तत्र पूर्वं स्वीकृतः कृतियुगः, पश्चाच्च त्रेता, ततश्च द्वापर, ततश्च कलि. कृतयुगस्य कालः सर्वेभ्योऽपि अधिकः स्वीकृतः, चतुर्गुणितः. ततो न्यूनः त्रेतायाः, ततो द्वापरस्य, ततः कलेः. यतोहि कलेः कालः हीनः कालः, पश्चाद्वर्ती कालः हीनः कालः वर्तते. हीनः इति रोगयुक्तो वा स्यात् येन केनापि रूपेण चेत् कस्याश्चिदपि क्रियायाः आरम्भिकः कालः सत्त्वकालः अथवा किं नाम कफकालः, मध्यकालः रजः कालः, स च तत्र पित्तप्रधानकालः. अन्तिमश्च यः स्थिति या स्थितिर्भवति सा किल वातप्रधाना भवति, अन्य च तत्र तमः प्रधाना भवति. चेत् सत्त्वं तु सर्वेपि इच्छन्ति एव. वायुमण्डले जलं जल भवति, जलस्य भवति, तस्यापि शीतलता भवति. भवति तत्र ये वायुः चलति शीतलो वायुर्वाति, अन्ये किं कारणं भवति तस्य उपरि ये नक्षत्रं ये द्यूलोके ये नक्षत्राणि सन्ति तेषामपि मन्दः प्रकाशः आगच्छति, शरीरस्य कृते शोभनं भवति, स्वास्थ्यप्रदं भवति. स एव अश्विनोः कालः. अश्विनो इति ये किल यौ किल देवानां वैद्यत्वेन स्वीकृतौ स्तः, तयोरपि स एव कालः. पश्चाच्च चुल्लिका इत्यादिकमपि ज्वालनं भवति सांसारिक गतिविधिः. उषाकालस्य अतीव वर्णनं कृतं वर्तते. अस्तु, मेघनामानि चलन्ति तत्र उपर उपल. हा, किमस्ति? सामान्येन यथा तत्र ऋग्वेदभाष्ये उक्तमस्ति स्वामिना दयानन्देन, अन्यत्र चापि मन्ये रात्रेः चत्वारः भागाः क्रियेयुः, चेत् यः चतुर्थः भागः भवति स एव कालः. सूर्यास्तात् प्रभृतिः सूर्योदयपर्यन्तं रात्रिः इति स्वीक्रियते मन्ये. व्यावहारिकी या सूर्यास्तकालः, व्यावहारिकस्य यः सूर्योदयकालः, चेत् तयोर्मध्ये यः कालः स रात्रिकालः इति उच्यते. चेतस्य चत्वारः विभागः विधेयः स्थूलरूपेण. समान समान ये भवति दिन रात्रौ समान हाँ मन्ये भवति तो मन्ये द्वादश द्वादश होरा भवन्ति त्रय होरा भवति रात्रौ इति त्रय होरा सूर्योदय त्रय होरा मतलब ये काल भवति चार काल भवति चत्वार खंडा भवन्ति चत्वार खंडा भवन्ति किन्तु द्वार त्रय एक खंड तिस्रा होरा भवन्ति हैं प्रायेण स्वीक्रियते तथा अद्यत्वे सूर्योदय कदा भवति सप्तवादने दिने तथा पूर्वमेव स्यात् चेत् मन्ये तत्र त्रिवादनात्मके काले तथा अथवा सार्धत्रिवादने सौषाकाल चेत् तु सूर्योदयस्य समीपे एव कालः वर्तते स तु सकालस्तु अति पश्चात् वर्ति वर्तेत यदि सकालः स्वीक्रियते तस्य संख्या भी ददाति स च एकविंशति घटिकाभिः षड्विंशति पराभिश्च संहिता एकविंशति घटाभिरिति एकविंशति घटिका अतीता रात्रे नहीं घटिकानां गणना कुतः आरब्धा दिनस्य दिनस्य गणना यथा भवति द्वादशहोरा भवति तथैव उषसा गणना क्रियते एकविंशति घटिका अन्यत्र षड्विंशति परा परा मन्ये मानं स्यात् किञ्चित् रात्रेः मानं दत्तम् एतत् उषसः उषसः मानम् अस्ति चेत् परम् उषसः कालस्य मानं वर्तते चेत् कस्मिन् कालखण्डे इति कथं निर्धार्येत नक्षत्राणि न दृश्यन्ते चेत् सा स्थितिस्तु तदा स्यात् यदा सूर्योदयः जातः दृष्टे सूर्ये एव तु स्यात् सूर्यस्य प्रभावेनैव तु अदृष्टा भवन्ति ते क्षितिजेन आगच्छति तस्मात् किञ्चिदेव पूर्वं भवति सा स्थितिस्तु मन्ये उच्येत चतुर्थे यामे बुध्येत इत्यादिकं तु उच्येत अर्थात् उषः काले प्रत्युत्थातव्यमस्ति इति नियमः नास्ति ततः प्रागेव कर्तव्यं स्थापनम् कस्मिन् सूक्ते दत्तमस्ति घटिका इति तु मन्ये सूक्तं सूक्तम् अत्र न वर्तते घटिका इति तु घडी ए घडी 48 मिनट घटी वा चतुर्विंशति अत्र तु एकविंशति इति दीयते चेत् बहुकालः भविष्यति तेन गुणितो भविष्यति इति कालः चालीस मिनट तथा स्मृतमस्ति न एवं न भवति, यतोहि अस्माभिः उच्यते अधुना चतुर्विंशति अहोरात्रः भवति चेत् घटिगणनया तत्र उच्यते षष्टिहोरात्मकः, षष्टि घट्यात्मकः अहोरात्रः भवति चेत् तत्र चतुर्विंशति न्यूनं स्यात् मन्ये, किञ्चित् न्यूनं स्यात् उत वा न्यूनं न्यूनः परिमाणः गृह्येत अनेन घटीशब्दस्य तत्र तु अतीवप्रकाशः भविष्यति, तद् बहुकालः भविष्यति, अन्यच्च अतीवप्रकाशो भविष्यति, तदा तु तत्र उषः क्व तिष्ठति. कस्य अस्ति एतत्? भूप्रदेशे लङ्कादिभूप्रदेशे सूर्यो गच्छति तस्य तस्य पुरस्तात् त्रिंशत् योजनाम् उषा अपि गच्छति. सूर्यस्य तेन सहैव चलति, यत्र सूर्यः वर्तते तस्य त्रिंशत् योजनानि दूरे उषा भवति. दूरे इति अग्रे, अग्रे उत्तम पृष्ठतः, पृष्ठतः स्यात् न, यदि सूर्योदयः पश्चात् स्वीक्रियते चेत् तु अग्रे अग्रे चलेत्. यत्र सूर्यः अस्ति ततः त्रिंशतं योजनानि अग्रे उषा भवति. अस्तु तत्र द्रष्टव्यम् अधुना पृथिव्याः गति का वर्तते, पृथिव्याः गति का वर्तते, तत्र तस्य यत् क्षेत्रं वर्तते, परिभ्रमणक्षेत्रं वर्तते, तत्र द्रष्टव्यम् एतत् मन्ये. ततः अग्रे उषा वर्तते, पुनः सूर्यस्य विषये सूर्यो यस्मिन् देशे गच्छति तत्र त्रिंशत् योजनं पुरस्तात् देशस्थितानाम् उदितो दृश्यते. त्रिंशत् योजनं पुरस्तात् देशस्थितानाम् उदितो दृश्यते, अर्थात् सूर्य यस्मिन् देशे अस्ति तथा अग्रे अपि त्रिंशत् योजनानि, त्रिंशत् योजनम् अग्रे अग्रतः सः दृश्यते. सूर्य अत्र क्षितिजे आगतः चेत् त्रिंशत् योजनं दूरे ये जनाः सन्ति तैरपि सः उदित एव दृश्यते. सायणस्य एतद् विवेचनं वर्तते अथवा उद्धृतं वर्तते सायणेन तत्र. एतद् भाष्यं कस्य अस्ति? सायणस्य एव वर्तते. तद् उषा अपि यत्र गच्छति तत्र पुरस्तात् त्रिंशत् योजना भूभागवर्तिनाम् उदिता दृश्यते. द्वयोर्विषये समानं चेत् एवम् अभवत् यत् षष्टियोजनानि सूर्य यत्र भवति ततः षष्टियोजनानि अग्रे पश्चाच्च उषाकालः सः भवति न अधुना अधुना किं चलति? यत्र उषः कालः वर्तमाने वर्तते ततः त्रिंशत् योजनानि अग्रे त्रिंशत् योजनानि पृष्ठेपि दृश्यते, तथा उच्यते न अग्रे उच्यते. अन्यच्च सूर्यः यत्र वर्तते सः त्रिंशत् योजनानाम् अग्रे अपि दृश्यते चेत् एवं कृत्वा सूर्यस्य प्रकाशः षष्टियोजनानि दूरे स्थितानामपि जनानां पार्श्वे उषोरूपेण, तत्र तु उषोरूपेण लभ्यते न अन्यच्च तस्य पृष्ठे अपि तथैव स्यात् उषसः पृष्ठे सूर्यस्य पृष्ठे पृष्ठे इति सायङ्काले, पृष्ठे इति सायङ्काले, नहीं यथा उच्यते सूर्योदयात् प्रागेव प्रकाश आगच्छति कथमिति यथा भवता करदीपस्य उदाहरणं दत्तम् अधुनैव तत्र दृश्यते इति तथैव यदा सूर्यः अस्तङ्गतः अस्तङ्गतः इति निचैर्गतः चित्तस्य प्रकाशः पृष्ठे भी तो दृश्येत पृष्ठे न्यूनं कथं दृश्येत तत्र टार्च तु न वर्तते न नहीं आप उषः काल की कल्पना करिए उषः कालस्य कल्पनां कुरु उषः काले यः प्रकाशः यादृशः प्रकाशः वर्तते सः तादृशः प्रकाशः सायङ्काले अपि वर्तते क्षितिजात उपरि यथा या स्थितिरत सूर्योदयात् प्राग् वर्तते सा एव स्थितिः तत्र पश्चिमायां दिशि सूर्य अस्तङ्गतात् पश्चात् सा एव स्थितिः तदेव तु उच्यते चेत् सा स्थितिः त्रिंशत् योजनानि उच्यते षष्ठी योजनानि त्रिंशत् षष्ठी योजनानि षष्टियोजनानि अन्यच्च पृथिव्याः गतिकालः कः वर्तते अर्थात् कति योजनानि केन कालेन गच्छति असौ पृथिवी यद्यदि योजनानि निश्चितानि वर्तन्ते त्रिंशति योजनानि इति चेत् त्रिंशति योजनेषु पृथिवी कति गच्छति चेत् सः कालः उषः कालः भविष्यति अधुना त्रिंशत् योजनानि अग्रे वर्तते इति उक्तमस्ति चेत् त्रिंशत् योजनानि त्रिंशत् योजनपर्यन्तम् अर्थात् त्रिंशत् योजनानि केन कालेन गच्छति सः काले एव तु उषा काले इति उच्येत चेत् तया गत्यापि सः निस्सार्येत कालः सः अतीव क्षुद्रः कालः भविष्यति भवेदेव अतीव क्षुद्रः कालः भविष्यति अधुना तु त्रिंशत् योजनानि क्षुद्रः कालः एव दृश्यते तरणीशब्दस्य सूर्यस्य कृते आगच्छति प्रकाशगतिकालः सर्वेषामपि अभ्यासः कर्तव्यः पुनः पुनः, चेदभ्यासः भविष्यति. उत्वा कश्चित् परिणामानि सारयितव्ये तदा स्मरणं भवेत्. यदि कश्चित् परिणामानि सारयते तदापि स्मृतिर्भविष्यति, नो चेत् विस्मृतिर्भवति. कश्चित् नवीनसिद्धान्तः स्थाप्येत चेत् तदा स्मृतिर्भवति. एतेषु फलेषु एतद् गच्छति, एतावन् गच्छति, एतावन् गच्छति चेत् एतेन एवम् आयाति इति. किञ्चित् सिद्धान्तः स्थिरो भवति चेदपि स्मृतिर्भवति, नो चेत् विस्मृतिर्जायते पुनः पुनः. सूर्यसिद्धान्तोऽपि अत्र अनुसर्तव्यः. अस्तु, एकं खण्डमपि कुर्मः, अद्यतनीयमपि किञ्चित् स्यात्. देवानां माने सृष्टेः आदेः वर्णनं चलति. देवानां माने प्रथमा अतिष्ठन् कृन्तत्र, कृन्तत्रात् एषाम् उपरा उदायन्, उपरा उदायन्. त्रयस्तपन्ति पृथ्वीमनूपा द्वा बृबूकं वहत पुरीशम्. यदा देवानां मानं निर्माणं चलति स्म तदा तस्मिन् काले प्राथम्येन अतिष्ठन् माध्यमिका देवाः. प्राथम्येन प्राधान्येन प्रथमः प्रधानो भवति. कुत्र? कृन्तत्रात्. कृन्तत्रादिति अन्तरिक्षे. एषाम् उपरा, उपरा इति मेघनां सु आगच्छत्येव, चेत् मेघा उदायन्. त्रयस्तपन्ति तत्र त्रयः, त्रयेण प्रहेलिकात्मकरूपेण अर्थाः निर्दिश्यन्ते वेदेषु. त्रयस्तपन्ति पृथिवीं, तत्र त्रयः पृथिवीं तपन्ति. के ते इति भाष्ये वक्ष्यन्ते, ये किल अनूपाः सन्ति. द्वा बृबूकं वहत पुरीशं, द्वौ तु तयोर्मध्ये बृबुकं, बृबूकमिति उदकं, पुरीशं च तदेव उच्यते वहतः. देवानां माने, देवानां निर्माणे, देवानां यः निर्माणकालः तदा प्रथमा तिष्ठन् माध्यमकाः देवगणाः, ये माध्यमकाः देवगणाः सन्ति. प्रथम इति मुख्यनाम, प्रथमा मुख्यमुच्यते. प्रथमो भवति यतोहि अन्येभ्यः अधिकः सः प्रथमो भवति, विस्तृतो भवति, अतः सः अथवा प्रकृष्टतमो भवति. कृन्तत्रम् अन्तरिक्षम्, अन्तरिक्षमेव कृन्तत्रम् उच्यते. किमर्थम्? विकर्तनं मेघानां, यतोहि अत्र मेघानां विकर्तनं भवति, तत्रैव मेघानां विकर्तनं क्रियते. विकर्तनेन मेघानाम् उदकं जायते. यदा मेघानां विकर्तनं भवति चेदेव उदकं जायते. मेघाः मध्यस्थाः, मेघाः सेचनसमर्थाः. कश्यपः विद्वान् वर्तते अथवा कश्यपः वर्तते? अथवा दार्शनिकः वर्तते, अथवा नैयायिकः वर्तते, कः वर्तते? यथा यथा एकस्मिन्नेव द्रव्ये अत्र व्यवहारभेदः भवति, तथैव तत्रापि एकस्मिन्नेव द्रव्ये व्यवहारभेदः भवति. सत्कार्यवादः, असत्कार्यवादः चेत् व्यावहारिकी स्थितिर्भवति. निर्माणे प्रथमातिष्ठम् मध्यमकादेवगणः. विकर्तनेन मेघानाम् उदकं जायते. त्रयस्तपन्ति पृथ्वीमनूपाः. के ते सन्ति ये पृथ्वीं तपन्ति? पर्जन्यो वायुरादित्यः. एकः पर्जन्यः, अपरो वायुः, अपरश्च आदित्यः. कथं तपन्ति? साधनं किमस्ति तापस्य, परिपाकस्य? शीतोष्णवर्षैः. अत्र यथाक्रमं सम्बन्धो न वर्तते. शीतेन वायुः, उष्णेन आदित्यः, वर्षैश्च पर्जन्यः. कथं व्यतिक्रमः कृतः इति तु न जायते केनचित्. ओषधिः पाचयन्ति. एतैः साधनैः एते त्रयः ओषधिं पाचयन्ति. अनूपाः, अनूपाः अनुवपन्ति, अनुगृह्णन्ति, एते हि त्रयोपि पृथिव्याः उपरि अनुग्रहं कुर्वन्ति. एतत्तु तत्र उच्येत, गुजराते उच्येत मन्ये. स्याणो स्याणो उनाडो उनाडो किमस्ति? अस्तु, उनाडो उष्णता. तदेव वर्तते अत्रापि, स एव क्रमः. शीत उष्ण अन्यच्च वर्ष. अत्र यथा क्रमः नास्ति सम्बन्धः. पूर्वं तु पर्जन्यः वायुरादित्यः इति क्रमः चेत् पर्जन्यस्य सम्बन्धः वर्षेण सह वर्तते, वायोः सम्बन्धः शीतेन, आदित्यस्य च उष्णेन सह वर्तते. यथा लोके तथा वेदे, अथवा यथा वेदे तथा लोके. अनि अत्र कुतः आयातः? लोकतः? सामान्येन तु न स्यात्, अस्माकं बुद्धौ नागच्छति चेत् पृथक् वार्ता. ऋषीणां सामान्यस्तु व्यवहारो न भवति. उष्णशब्दस्तु एवं तु अजाद्यदन्तं भवति. चेत् वर्षशब्दः पूर्वमागच्छेत्? चेत् वर्षशब्दस्तु अल्पाच्छेत्. परस्परं तु सामर्थ्यं नास्ति. अस्तु, स न स्यात्, मम कश्चित् तु क्रमः स्यात्. अस्तु, स न स्यात्, कश्चित् तु क्रमः स्यात् सम्बन्धः, यतोहि पर्जन्य वायुरादित्य इत्येतैः सह कथं सम्बन्धः करणीयः? सामर्थ्यं तत्तु अर्थेन तु सामर्थ्यं भविष्य, अर्थेन सम्बन्धस्तु भविष्यत्येव. पाठ पाठक्रमादर्थक्रमो बलीयान् भवत्येव सर्वथापि, तथा तु भवत्येव. अयमस्ति न, पाणिनीयस्य यः व्यवहारः स पाणिनीयस्य अपूर्वः प्रयोगस्तु नास्ति. सः अपि अपूर्व एव कल्पना स्यात्. न भवति, न भवति, तथा अस्ति. अनूपः, अनूपशब्दः कथं साध्येत? वेदनिष्ठ क्वचिदागतः अष्टाध्याय्याम्? न स्मर्यते? किञ्चित् एकं सूत्रं यद्विशिष्टं वर्तते तद्वाच्यम्. यत् किल केवलम् अनूपशब्दे एव भवति, प्रभवति सूत्रम्. गुरुदयालः वदेत्. गुरुदयालः, गुरुदयालः वर्तते अथवा अन्यदेव नाम? रामदयाल, रामदयाल. त्रयः देवाः तिष्ठन्ति सृष्टेः कर्तारः. सृष्टिः कथं भविष्यति? किमस्ति सूत्रं? कश्यपेन उक्तं वा? ऊदनोर्देशे तेन भविष्यति. तत्र न स्यात् अनूप अपः अपः भवति न द्यन्तरुत्सर्गेभ्योप ईत् तत्र अन्येभ्यः ईकारः उच्यते, अत्र ऊकारः भवति. अस्तु, अनुपाः पर्जन्य अनुपा अनुवपन्ति लोकान्, ये केऽपि लोकाः सन्ति तान् सर्वानपि अनुवपन्ति, अन्यथापि साध्यते अग्रे लोकान्. स्वेन स्वेन कर्मणा, स्वेन स्वेन कर्मणा अनुवपन्ति इति, अनुगृह्णन्ति. अयम पितरो अनुप एतस्मादेव अनुगता आपो यस्मिन् स अनुपो देशः, अयमपि तथैव वर्तते यतोहि उदकेन अनुगृह्यते सोऽपि देशः. एतस्मादेव अनूप्यते उदकेन, अनूप्यते अत्र उपधातु अनुग्रहणे वर्तते, अनुगृह्यते उदकेन समीपस्थेन. अपि वा अन्वाप् इति स्यात्, अन्वाप् शब्दादेव तत्र अनूप इति भविष्यति भवसंज्ञायां सत्याम्. अन्वाप् इति स्यात् यथा प्राक्, प्राक् शब्दः वर्तते तस्य च यथा प्रागति तथैव अन्वाप् इति, तस्य अनूप इति, अन्वाप् शब्दस्य अनूपः भविष्यति कथमिति, यथा प्राचीनम् प्राक् शब्दस्य यथा प्राचीनं भवति तथैव अन्वाप् शब्दस्य अनूप भविष्यति, कथं भविष्यति इति वैयाकरणा जानीयुः. अस्तु, तयोर् तेषां मध्ये द्वौ बिबूकं वातः पुरीशम्, द्वौ कौ वर्तेते चेद् वायुवादित्यौ, वायु अथ च आदित्यः. उदकम्, उदकम् बिबूकम्, बिबूकम् उदकम् भवति, बिबूकम् इति उदक नाम, ब्रवीतेर्वा ब्रवीति ब्रूहिव्यक्तायां वाचि चेद् यत्र यदा यदा तत्र शब्दात्मकता भवति उदके, उदकस्य एकशतं नामानि स्मर्यन्ते न अत्र, चेत् मन्ये एकशतः भिन्नम् उदकं भवति, यदा एकशतं नामानि भवन्ति चेत् एकशतः भिन्नम् उदकं भवति. किं तत् ज्ञातव्यमस्ति, तथैव वाङ्नामान्यपि स्मर्यन्ते अग्रे आगच्छति. ब्रवीतेर्वा शब्दकर्मणः, भ्रंशतेर्वा यतोहि भ्रंशनं तेषां भवति मेघात्, अतः बिबूकमिति उच्यते. पुरीशं प्रीणातेर्वा, प्रीणाते पूर्यतेर्वा, प्रियतर्पणे प्रीपालनपूर्णयोः, प्रीपालनपूर्णयोः चेत् तेन हि पाल्यते पूर्यते वा चेत् तत् पुरीशमित्युच्यते. अत्रापि पुरीशं यावत् उदरे तिष्ठति तावदेव पूर्णं पालनं वा भवति, यदि पुरीशं सर्वमपि निर्गतं भवति चेत् पालनं पूर्णं वा न भवति शरीरस्य, अतः पुरुषमिति उच्यते. अग्रे वाङ्नामान्यागच्छन्ति चेत् अग्रे अग्रे भविष्यति. किमुच्यते? सूर्यस्य मण्डलो वर्तते, सूर्य इति कः सूर्य उच्यते, पिण्डः अथवा प्रकाशसहितः? चेत् प्रकाशस्तु तस्य बहुदूरं गच्छति, तावद्दूरं गच्छति मन्ये यावत् तस्य सौरमण्डलं वर्तते, सौरपरिवारः वर्तते. चतुर्दिक्षु केन्द्रे वर्तते सूर्यः, एवमस्ति. भूतं च भव्यं च सर्वं यश्चाधितिष्ठते सूर्यस्य च केवलम्. ॐ सहना भवतु. सेना देव।